गतरविवासरे अस्माभिः इडव्यवस्थायाः सूत्राणाम् अध्ययनं कृतं, तत्र अभ्यासकार्यम् अस्माभिः तत्र अस्माकम् अभ्यासकार्यं प्रचलितमस्ति अधुना. एकवारं इडव्यवस्थायाः के के सूत्राणि सन्ति इति परिशील्य अग्रे गच्छामः. संक्षिप्तरूपेण के के कानि कानि सूत्राणि सन्ति, तेषां कार्यं किमस्ति इति इति परिशील्य अग्रे गच्छामः. तर्हि अमित् महोदय अस्ति खलु? आं महोदय. आम्, तर्हि संक्षेपरूपेण एकवारं पुनः कृपया वदतु यत् क्रीडव्यवस्थायाः सूत्राणि कानि कानि, तेषां कार्याणि कथं भवन्ति इति. अस्तु. इड्व्यवस्थायां द्वे बिन्दु अस्ति, प्रत्ययस्य स्वभावः धातोः स्वभाव इति. प्रत्ययस्य दृष्ट्वा आर्धधातुकस्य इड् वलादेः इति सूत्रं वदति यत् प्रत्ययस्य आर्धधातुकप्रत्ययस्य आदौ वलाद् वल् वर्णस्य वर्णः अस्ति चेत् इट् इडागमः भवति इति. अङ्गात् वलादेः आर्धधातुकस्य इट् इति अनुवृत्तिसहितसूत्रमस्ति. अनन्तरं नेड् वशीकृति इति सूत्रं वदति यत् कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् इडागमः न भवति इति. एतानि द्वौ इतौ द्वौ सूत्रौ प्रत्यय स्वभावः विधायकसूत्रौ. अनन्तरं धातोः एका च उपदेशे अनुदात्तात् इति सूत्रमस्ति. तत् वदति यत् उपदेशे धातोः एका धातु एका च अस्ति अनु अपि तत्र सः एका च वर्णः अनुदात् अस्ति, तर्हि इड् न भवति इति, इडागमः न भवति इति. सम्यक् वा? आम्, तर्हि एकम् उदाहरणं दत्वा वदतु यत् कथम् इट् प्रक्रियायाः कार्यं भवति. यथा निष्विदा अस्ति खलु अत्र, तत्र निष्विदा उदाहरणमस्ति, तत्र कथं कथं कार्यं भवति, कथं पदव्यवस्था कथम् इडव्यवस्था भवति इति एकवारं वदतु. निष्विदा, निष्विदा अत्र आङ्कारस्य इति संज्ञा भवति उपदेशे अज् अनुनासिक इत्यनेन, तस्य लोप इत्यनेन लोपः. सः वर्णः अनुदात्तः अस्ति, अधभागे चिह्नम् अस्ति, अतः अनुदात्तः अस्ति. तर्हि अनुदात् नित् आत्मनेपदम् इत्यनेन धातु आत्मनेपदी भवति. अनन्तरं ङीष् विद् आदिर्निटुडौ इत्यनेन नि इत्यस्यापि संज्ञा भवति, तस्य लोपः भवति, श्विदा इति अवशिष्यते, आकारस्य अपि लोपः भवति, श्विद् इति अवशिष्ट श्विद् इति अवशिष्टे शः सः धात्वादेः शः सः इत्यनेन शकारस्य सकारः भवति, स्विद् इति भवति, स्विद् इति निरुबन्धधातुः, तत्र इकार एकाच् अस्ति परन्तु अनुदात्त नास्ति इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेट् अस्ति। स्विद् इति लौकिकरूपम् अपि धातु सेट् अस्ति। अनन्तरं लिटे लिटि स्विद् योग शप् योग ते स्विद् स्विद् योग शप् योगते शप् अकारः भवति, अनन्तरं गुणकार्यं भवति यतोहि पुगन्तलघुपदस्य इत्यनेन उपधायाम् इकारः अस्ति, तत्र गुणादेशः भवति स्वेद योग अयोगते स्वेदते इति लटि आत्मनेपदीरूपम्। अनन्तरं तृच् प्रत्यय आगत्वा तृच् इति आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक वल् प्रत्याहार त आदौ वर्णः अस्ति, त सः वल् प्रत्याहारे आगच्छति, वश् नास्ति, तर्हि प्रत्यय अपि इडागम अनुकूल अस्ति, तर्हि स्वे अनन्तरं आर्धधातुक प्रत्ययात् कारणात् गुणकार्यमपि भवति सार्वधातुक आर्धधातुकयोः इत्यनेन स्वेद योग इ योग तृ स्वेदि स्वेदितृ स्वेदिता स्वेदितारौ स्वेदितारः इति तृच् रूपाः रूपाणि भवन्ति। अस्तु, बहु सम्यक् रीत्या भवता उक्तमस्ति, धन्यवादः महोदय। तर्हि एतादृशं चिन्तनम् अस्ति कथं पदव्यवस्था भवति, इडव्यवस्था भवति इति सर्वस्य अधुना अस्माभिः ज्ञानम् अस्ति। प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम्? स्विद् इति धातु रूपं यदस्ति तदनन्तरं पुनरेकवारं महोदय ज्ञापयतु महोदय, एकस्य उपदेशे अनुदात्तात् कस्य रूपं त्रिच् रूपं स्विद् इदानीं यत् उदाहरणं दृष्टं स्विद् धातु निष्पन्नं रूपं निष्पन्नमस्ति सम्पूर्ण उदाहरणं पुनरेकवारं वदतु इति। एवं वा, अस्तु परिशीलयामः। तर्हि मूलधातुः कः अस्ति? निश्विदा इति अस्ति खलु. तर्हि अत्र सर्वप्रथमम् इत्संज्ञकवर्णाः के के सन्ति? आदिर्नीटुडवः इति सूत्रेण आदौ यद् मध्ये आदौ यत् णि अस्ति तस्य इत्संज्ञकवर्णः भवति. अनन्तरम् अन्ते यत् अनुनासिक आकारः अस्ति तस्य इत् भवति, उपदेशे अजनुनासिक इत्. तर्हि तस्य लोपः इति सूत्रेण श्विद् इति एव तिष्ठति. वयं जानीमः यत् धात्वादेशे शः सः इति सूत्रेण धातोः अग्रे यत् शकारः आगच्छति तस्य स्थाने सकारः भवति. तर्हि स्विद् इति लौकिकधातुः इति भवति स्विद्. अधुना स्विद् अस्ति, स्विद् मध्ये यत् इत्संज्ञक अच्वर्णः अस्ति सः अच्वर्णः तस्य रूपं तस्य किम् अस्ति, तस्य सः उदात्तः अस्ति, अनुदात्तः अस्ति, त्वरितः अस्ति? तर्हि तत् अनुदात्तः अस्ति खलु, अनुदात्तः अस्ति. तत्र अधोभागे रेखा अस्ति खलु, अनुदात्तः अस्ति. तर्हि अनुदात्तनित आत्मनेपदम् इति सूत्रेण तस् स्विद् धातु आत्मनेपदी भवति. तर्हि स्विद् योगः शप् योगः ते, लट् लकारस्य प्रथमपुरुषस्य एकवचनरूपम् अस्ति स्विद् योगः शप्, शब्दः अ एव तिष्ठति, स्विद् योगः अ योगः ते. अधुना अत्र स्विद् धातु अनुदात्तः न अस्ति न, अनुदात्तः अस्ति, रेखा रेखा नास्ति, रेखा नास्ति, अधोभागे रेखा नास्ति. अस्ति खलु, आकारस्य अधोभागे यत् आकारस्य इत् अस्ति तस्य अधोभागे रेखा अस्ति खलु. अनुबन्धनिष्कान्तनं तत्र नास्ति न. अधुना वयं यत् पदव्यवस्थायाः चिन्तनं कुर्मः, इड्व्यवस्थायाः न. पदव्यवस्थायां यत् इत्संज्ञक अच्वर्णः अस्ति सः उदात्त अनुदात्त स्वरित अस्ति इति चिन्तनीयं. तर्हि तर्हि अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदी. तर्हि स्विद् योगः अयोगः ते. अधुना उपधायां लघु इकारः अस्ति सः किमस्ति, सुगन्तलघुपदस्य च इति सूत्रेण इकारस्य गुणं भवति स्वेद् योगः अयोगः ते, रूपं भवति स्वेदते, लट् लकारस्य प्रथमपुरुषस्य एकवचनं रूपमस्ति स्वेदते. तदनन्तरम् इड् व्यवस्था कीदृशी अस्ति यदि यदि स्विद् योगः त्रिच्. अधुना त्रिच् प्रत्ययः अस्ति, त्रिच् प्रत्ययः इत्युक्ते किं, यदि कर्ता अस्ति, कर्ता इति क्री धातुतः यदा त्रिच् प्रत्ययः नियोजयामः तर्हि कर्ता इति भवति. यत् कार्यं करोति तस्य निर्माणः त्रिच् प्रत्यययोगेन भवति. अधुना त्रिच् प्रत्ययः अस्ति, त्रिच् प्रत्ययः आर्धातुकः अस्ति यतोहि तिङ् नास्ति, शित् नास्ति, आर्धातुकः अस्ति, आर्धातुकं शेषः इति सूत्रेण. तर्हि अधुना त्रिच् प्रत्ययतः हलन्त्यम् इति सूत्रेण चकारस्य लोपः भवति, अतः प्रत्ययः यत् अवशिष्यते तदस्ति तृ. अधुना तृ आर्धातुकप्रत्ययः अस्ति, आर्धातुकप्रत्ययः अस्ति, आर्धातुकस्य इड् वलादेः इति सूत्रेण आदौ तकारः आगच्छति, तकारः वल् प्रत्याहारे आगच्छति, अतः आर्धातुकस्य इड् वलादेः इति सूत्रेण तृ प्रत्ययस्य इडागमः भवितुं शक्नोति, प्रत्ययः सेट् अस्ति. इदानीम् अग्रे यदि वयं गच्छामः तर्हि त्रिच् प्रत्ययः कृत् प्रत्ययः अस्ति वा? न, त्रिच् प्रत्ययः कृदन्त नास्ति यतोहि त्रिच् प्रत्ययस्य योजनान्तरं यत् रूपं भवति तत्तु किमपि क्रियारूपं नास्ति. तर्हि त्रिच् प्रत्ययः कृत् प्रत्ययः अपि नास्ति इति मम चिन्तनमस्ति. तदनन्तरम् अग्रे किमस्ति, हा अग्रे अस्ति, अधुना त्रिच् त्रिप्रत्ययस्य इडागमः भवितुं शक्नोति. अधुना वयं चिन्तनीयं यत् स्विद् धातु यत् अस्ति तत् सेट् अस्ति वा अनिट् अस्ति वा. सेट् अस्ति चेत् इडागमः भवति, अनिट् अस्ति वा अनिट् अनिट् अस्ति चेत् इडागमः न भवति इति वार्ता अस्ति. तर्हि किमस्ति हा तर्हि तर्हि अधुना स्विद् मध्ये हल् स्विद् मध्ये एका च अस्ति स्विद् एकमेव अचवर्णः अस्ति इकारः तस्य इकारस्य रूपं तस्य इकारः स इकारः अस्ति तत् अनुदात्तः अस्ति उदात्तः स्वरितः अस्ति कोऽपि चिह्नः नास्ति अतः उदात्तः अस्ति उदात्तः अस्ति अतः एकाच उपदेश अनुदात्तात् इति सूत्रस्य प्रसक्तिः न भवति अतः धातुः अस्ति सेट् धातुः अपि सेट् अस्ति प्रत्ययः अपि सेट् अस्ति अतः इडागमः भवति तर्हि रूपं कथं भवति स्विद् योगः ई योगः तृ अधुना अधुना आर्धातुकप्रत्ययः अस्ति अग्रे अतः सार्वधातु पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अधुना अपि भवति तर्हि स्वेद् योगः ई योगः ति तृ प्रातिपदिकं भवति स्वेदितृ रूपाणि भवन्ति स्वेदिता स्वेदितारौ स्वेदितारः इति वार्ता अस्ति तर्हि इदानीं त्रिश् प्रत्ययः अपि प्रायः क्षम्यतां त्रिश् प्रत्ययः अपि प्रायः कृदन्तप्रत्ययः तु अस्ति परन्तु नेड् वशीकृति इति सूत्रस्य प्रसक्तिः न भवति यतोहि तकारः वश् प्रत्याहारे न आगच्छति अतः इडागमस्य निषेधः न भवति इति स्वेदितारूपं भवति स्वेदिता स्वेदितारौ स्वेदितार इति वार्ता अस्ति सर्वे अवगच्छन्ति वा इदानीं महोदय लिट् लकारे केन सूत्रेण इडागमस्य निषेधः भवति कुत्र अस्ति महोदय लिट् लिटि स्वेदति इति भवति न तु स्वेदिति स्वेदित् लटि स्वेदते लटि लटि लटि लटि इडागमः कथं भवति लट् तु आर्धातुक नास्ति खलु तिङ् अस्ति खलु भवतः प्रश्नः किम् अस्ति स्वेदि स्वेद् स्वेदते भवति न तु स्वेदिते इति वा आम् हा तर्हि अत्र यदा तिप् तिङन्त तिप् अत्र ति अस्ति खलु ति तत्र तस्य अग्रे शप् अस्ति हा ते अस्ति तर्हि मध्ये शप् अस्ति स्विद् योगः शप् योगः ते अस्ति खलु स्वेदते अधुना शप् आर्धातुक अस्ति वा तिंशित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययः सार्वधातुक अस्ति खलु आम् तर्हि प्रश्नः एव न आगच्छति इडागमस्य यतोहि इडागमस्य मूलसूत्रं किम् आर्धातुकस्य इड्वलादेः तर्हि प्रथमं प्रत्ययः आर्धातुक भवेत् खलु इडागमस्य प्रश्नः एव न आगच्छति सार्वधातुक अतः लट् लकारे लोट् लकारे विधिलिङ् लकारे तदनन्तरं लङ् लकारे कुत्रापि इडागमः न भवति यतोहि प्रत्ययः एव सार्वधातुकः अस्ति अस्तु धन्यवादः महोदय अस्तु प्रश्नः अस्ति वा नास्ति चेत् अग्रे गच्छामः अभ्यासं कृतं वा अधुना केवलं परिशीलनम् अभवत् अधुना अभ्यासः वयं कुर्मः अग्रे गच्छामः तर्हि एक कुर्मः यत् केचन जनाः गतरविवासरे नासन् अतः पूर्णम् अभ्यासम् एकवारं कुर्मः अहं जानीमः यत् अस्माभिः यत् वेङ् धातुपर्यन्तम् अस्तु वेङ् वेङ्तः एव कृतं वेङ्तः एव कुर्मः तर्हि अधुना लीना महोदय अस्ति खलु लीना दोषी अस्मि आं महोदय भवती कर्तुमिच्छति अभ्यासं कर्तुमिच्छामि किन्तु ऐ एम नॉट कॉन्फिडेंट इनफ इफ आई कैन डू इट परन्तु भवत्या करपत्रं ध्वनिमुद्रणं श्रुतं वा यस्य यस्य वर्गे यत् वर्गे भवती नागच्छति करपत्रं पठितं मया किन्तु न पूर्णं कृतम् अस्तु अस्तु न चिन्ता नास्ति यतोहि भवती करोतु किं करो किं कुर्मः यत् अस्तु इङ् इगि इगि इगि गतौ इति अस्ति प्रथमधातु तत् करोतु कार्याणि के सन्ति प्रथमं वदतु यत् इगि इति धातुमध्ये अनु इत् संज्ञकवर्णाः के सन्ति तदनन्तरं वदतु यत् लौकिकधातुः कः अस्ति तदनन्तरं वदतु यत् पदव्यवस्था का अस्ति तदनन्तरं लट् लकारस्य प्रथमपुरुषस्य एकवचनं धातुः भवादिगणे एव सन्ति सर्वे तदनन्तरं इडव्यवस्था तस्य प्रश्नः आगच्छति धातुः सेट् अस्ति अरिट् अस्ति वा तदनन्तरं त्रिच् प्रत्ययस्य योगेन रूपं किं भवति इति वदतु पञ्चकार्याणि सन्ति प्रयत्नं करोमि कुत्रचित् सूत्रस्य साहाय्यम् इच्छामि तर्हि प्रयत्नं करोमि इङ्गि गतौ इति धातौ ईकारः यत् अस्ति तस्य लोपः भवति उपदेशे जनुनासिके इति सूत्रेण अतः ङी गच्छति इक् इति आगच्छति अधुना ग हलन्त्यम् इति क्षम्यतां न कर्तुं शक्नोमि अस्तु अस्तु ग तस्य हलन्त्यं न भवति अत्र यतोहि उपदेश अवस्थायाम् अन्ते तु इकारः अस्ति खलु अन्ते अतः इग् भवति इग् भवति प्राप्तम् अनन्तरं कोऽपि भवती जानाति यतोहि तस्य वर्गे नकारस्य आगमः भवति परन्तु सूत्रं न स्मरामि अधुना यदि क्षम्यताम् अहं न अभ्यासः सूत्रं वदति यत् ह्रस्व इकारस्य इत् संख्या भवति यथा अत्र यद्यपि इदित् धातुः अस्ति चेत् नुम् इत्यस्य आगमः भवति मिदचोन्त्यात् परः अपि सूत्रं तत्र युज्यते मिदचोन्त्यात् परः इति सूत्रेण अन्तिम अकारस्य इकारः तर्हि इङ् भवति इङ् भवति तदनन्तरम् इङ् इङ्गतः किं भवति अस्माभिः दृष्टम् अधुना नकारः आगच्छति नकारस्य का भवति का गतिः भवति परसवर्णः भवति इङ् इङ् आगच्छति तर्हि किमस्ति अनुस्वारस्य नकारस्य अनुस्वारः भवति आम् नकारस्य कवर्गीय अनुनासिकवर्णः भवति भवति अतः लौकिकरूपम् आम् अधुना इङ् परस्मैपदी अस्ति अतः अनुदात्तं नास्ति इदं किम् अनुदात्तं नास्ति तस्य ईकारः अनुदात्तं न अस्ति अनुदात्तम् अस्ति चेत् तत्र एका रेखा आगच्छति तत्र रेषा नास्ति अतः उदात्तधातुः अस्ति उदात्त अस्ति अतः अतः परस्मैपदी भवति अनुदात्तः अस्ति चेत् आत्मनेपदी भविष्यति तर्हि परस्मै भवति परस्मैपदी परस्मैपदी सूत्रं स्मरति वा न स्मरति शेषात् कर्तरि परस्मैपदम् आम् शेषात् कर्तरि परस्मैपदम् ओके परस्मैपदम् अस्ति पठामि तत् सूत्रम् अधुना वर्गस्य पश्चात् अहं पठामि तत्पश्चात् इङ् इति सेट् धातु अस्ति वा न? एकवारम् अधुना परस्मैपदी अस्ति, तस्य लट् लकारस्य प्रथमपुरुषे एकवचनरूपं करोतु. ओके, इङ्ति, इङ्गति, इङ्गति, इङ्गति, इङ्गति, इङ्गति. तर्हि अधुना तस्य गुणकार्यं न भवति वा? इकारस्य ए न भवति वा? एङ्गति न भवति वा? न भवति. किमर्थम्? उपधा नास्ति, इ इति उपधा नास्ति. उपधा मध्ये वर्णः कः अस्ति? ञ. सत्यं. तर्हि इङ्गति, इङ्गति इति रूपं भवति. इङ्गति इति रूपं भवति. अधुना यदि तृच् प्रत्ययस्य वार्ता करणीयं वा? यदि तृच् प्रत्ययः अस्ति चेत् इडागमः भवितुं, तृच् इति इडागमस्य अनुकूलः प्रत्ययः. कथं जानाति? सूत्रम् अधुना एव भवान् सूत्रं न वदतु, परन्तु केवलं तस्य सूत्रं त्यजतु, परन्तु तृ इति वलादे वल प्रत्याहारे अस्ति, अतः आर्धधातुकमपि अस्ति. आर्धधातुकम् अस्ति, अतः इडागमः भवति. तर्हि इडागमः भवितुं शक्नोति. शक्नोति. आम्. तर्हि अधुना धातुः सेट् अस्ति वा अलिट् अस्ति वा इति चिन्तनं करणीयं खलु? आम्. तर्हि धातु सेट् अस्ति वा अलिट् अस्ति वा तस्य चिन्तनं कथं करणीयम्? अर्धधातुकस्य इड् वलादेः नैव वशीकृति तत्तु प्रत्ययकृते भवति. अधुना एकाच् एकाच् धातु अस्ति, अतः एकाच् अस्ति. तर्हि सेट् भवितुमर्हति, परन्तु इकारस्य उदात्तः अस्ति, अनुदात्तः अस्ति, स्वरितः अस्ति. यत् इकारः लौकिकधातु मध्ये अस्ति तत् उदात्तः अस्ति, अनुदात्तः, स्वरितः अस्ति. उदात्तः अस्ति, तत्र कोऽपि चिह्नः नास्ति, अतः उदात्तः अस्ति, अतः इडागमस्य निषेधः न भवितुं शक्नोति. न भवितुं शक्नोति. अनुदात्तः अस्ति चेत् भवति. आम्, प्राप्तं. तर्हि अतः इडागमः भवति. भवति. अधुना धातु अपि सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति, अतः इडागमस्य इडागमः करणीयः. अतः इङ् इ तृ, अतः इङ्गितृ तस्य प्रथम एकवचनस्य रूपम् अस्ति. अङ्गिता, अङ्गितारौ, अङ्गितारः प्रथमा. सोरि, इङ्गिता, इङ्गितारौ, इङ्गितारः प्रथमा. तर्हि इङ्गिता, इङ्गितारौ, इङ्गितारः इति अस्ति. सम्यक् अस्ति, सर्वं जानाति भवती. तस्य अभ्यासः आवश्यकः. आम्, अभ्यासः आवश्यकं, परन्तु भवती सर्वं जानाति. सूत्राणि स्मरणे न सन्ति, परन्तु तत्तु चिन्ता नास्ति. तत् वारं वारम् अभ्यासं कृत्वा सूत्राणि अपि मस्तिष्के तिष्ठन्ति. आम्. परन्तु भवती सर्वं जानाति. उत्तमं, धन्यवादः. अस्तु, तर्हि अग्रे गच्छामः. अधुना गतरविवासरे वयं वेङ् धातु इति वेङ् धातु वयं अकुर्म. वेङ् वन् टु षष्ठः धातुः अस्ति अभ्यासे. वेङ् अस्ति. अधुना वेङ् तत्र तस्य अर्थः तु प्रायः अहमपि न जानामि, तत्र कोष्ठके द्रष्टव्यम्. परन्तु धातु अस्ति कोचित् किञ्चित् कश्चित् धातु अस्ति वेङ्. वेङ् धातुस्य रूपं कुर्मः. तर्हि कः करोति? महोदय, महोदय, एक विनतिः अस्ति महोदय. आम्. के निबन्धः, स्टेप्स्, नेसेसरि स्टेप्स् पुनरेकवारं भवान् वदतु महोदय. कोऽपि उपदेश अवस्थायां धातु अस्ति चेत् किं किं करणीयम् एकवारं पुनः अस्तु. अहम् एकं धातुं करोमि, तदनन्तरं भवान् करोतु. अच्छा, वेङ् धातु अस्ति. आं महोदय, किन्तु एकवारं वदतु महोदय. आमां, स्टेप्स् अपि वदामि, उदाहरणमपि वदामि. तर्हि वेङ् धातु अस्ति. अधुना अहं वेङ् धातु करोमि. वेङ् धातु मध्ये सर्वप्रथमं किं करणीयं तत्र अनुबन्धवर्णाः के के सन्ति नाम इत् संज्ञकवर्णाः के के सन्ति इति करणीयम् इति अस्माभिः द्रष्टव्यं तर्हि अधुना वेङ् मध्ये हलन्त्यम् इति सूत्रेण अन्तिमनकारस्य इत् संज्ञा भवति अतः तस्य लोप इति सूत्रेण तस् अन्तिमनकारस्य लोपः भवति तर्हि लोपानन्तरं लौकिकधातुः किम् अस्ति वे वे इति लौकिकधातुः अस्ति अधुना लौकिकधातु धातोः निर्माणान्तरम् अस्माभिः द्रष्टव्यं यत् पदव्यवस्था का अस्ति नाम धातुः परस्मैपदी अस्ति आत्मनेपदी अस्ति उभयपदी अस्ति वा इति अस्माभिः द्रष्टव्यं तर्हि अत्र कथं वयं ज्ञातुं शक्नुमः पदव्यवस्था कीदृशी यस्य इत् भवति तस्य इत् इत् इत् यस्य इत् भवति तस्य आधारी तस्य आधारेण वयं कथयितुं शक्नुमः पदव्यवस्था का अत्र ञकारस्य इत् भवति अतः नित् अस्ति नित् यतोहि नकारस्य इत् अस्ति नित् अस्ति चेत् धातुः कीदृशी अस्ति उभयपदी अस्ति केन सूत्रेण वयं जानीमः स्वरितनित स्वरितनितः कर्तृभिप्राये क्रियापदे इति सूत्रेण धातुः नित् अस्ति तर्हि कर्तृभिप्राये तर्हि यदा क्रियायाः फलं कर्तृप्रत्यये गच्छति कर्तुः प्रत्यये गच्छति तर्हि किं भवति कर्तृप्रत्यये गच्छति यदा आत्मनेपदी भवति कर्तृपदे कर्तुः प्रति न गच्छति तर्हि परस्मैपदी भवति नाम धातु उभयपदी अस्ति वे धातु उभयपदी अस्ति उभयपदी अस्ति अतः किं रूपं कथं भवति वे भवादिगणीयधातुः अस्ति लट्लकारे शप् आगच्छति वे योगः शप् योगः ते अथवा ति उभयः रूपद्वयं भवितुं शक्नोति तदनन्तरम् अत्र गुणकार्यं तु किमपि नास्ति तर्हि वे योगः अ योगः ति अथवा ते अधुना एचो यवायावः इति सूत्रेण ए स्थाने अय् आगच्छति रूपं भवति वयते अथवा वयति इति वे धातोः रूपं भवति अस्तु तर्हि अग्रे वयं गच्छामः किमस्ति अधुना इड्व्यवस्था इड्व्यवस्था मध्ये कथं भवति कथं भवति तर्हि त्रिच् प्रत्ययः तु इडागमः भवति त्रिच् प्रत्ययः इडानुकूलः अस्ति आधातुकस्य इड्वलादेः इति सूत्रेण अधुना अस्माभिः द्रष्टव्यं यत् वेङ् धातु यत् अस्ति तस्य वे स्टेट् अस्ति वा अनिट् अस्ति वा अधुना यत् एकारः तिष्ठति वे धातु मध्ये तर्हि तत् एकारः कीदृशः अस्ति अनुदात्तः अस्ति यतोहि अधः अधोभागे रेखा अस्ति तर्हि वे अस्ति तर्हि एका च अपि अस्ति अतः किमस्ति एका च उपदेशे अनुदात्तात् इति सूत्रेण इडागमस्य निषेधः भवति उदात् अनुदात्त एका च अस्ति चेत् इडागमस्य निषेधः भवति धातुः अस्ति अनिट् अतः इडागमः न भवितुं शक्नोति अतः वे योगः तृ तस्य इडागमः न भवति रूपं भवति वेतृ वेता वेतारौ वेतारः तर्हि इदम् अस्ति तर्हि क्रमः कथमस्ति सर्वप्रथमम् इत्संज्ञकवर्णाः के के सन्ति तत्तेषां लोपः तदनन्तरं लौकिकधातोः निर्माणः तदनन्तरं पदव्यवस्था नाम धातु आत्मनेपदी अस्ति उभयपदी अस्ति परस्मैपदी अस्ति तस्य चिन्तनं तदनन्तरं भवादिगणीय अस्ति अतः लट् लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपं कथं भवति तस्य चिन्तनं तदनन्तरं त्रिच् प्रत्ययः यदि अस्ति तर्हि इडागमः कथं भवितुम् अर्हति धातु सेट् अस्ति वा अनिट् अस्ति वा अनिट् अस्ति चेत् इडागमः न भवति साक्षात् योजनीय धातुप्रत्ययः सेट् अस्ति चेत् इडागमः आगच्छति मध्ये इकारः आगच्छति तदनन्तरं त्रिच् प्रत्ययः त्रिच् प्रत्ययसहितरूप कथमस्ति इति चिन्तनीयम् इति सामान्यरीत्या बिन्दवः सन्ति. अस्तु, अवगच्छति वा महोदय? क्षम्यताम्, एकः किमपि वक्तुम् इच्छामि. वे वे इति धातु टु विविङ्ग् फार् विविङ्ग् विविङ्ग् क्लात् आर् समथिङ्ग् इट् इस् यूस् फार् देट् तन्तु. आम् या तन्तु सन्ताने. आम् अस्तु, श्रूयते वा? आं महोदय श्रूयते. आं महोदय, अस्तु, धन्यवादः महोदय. अस्तु, तर्हि अग्रे गच्छामः. रघुपति महोदय, भवान् अस्ति खलु? हा महोदय. करोति न अधुना? हा करोमि, करोमि. तर्हि एकवारम् अस्माभिः अत्र गतरविवासरे वयं कुतः आसीत्, प्रायः वः इति धातुः आसीत्, वः खलु, वः अस्ति खलु, वः अस्ति वा, कुतः धातुः आसीत्, वः एव आसीत् प्रायः. अस्तु, किमपि चिन्ता नास्ति, रुङ् करोतु, आरम्भेण करोतु, रुङ् रुङ् कृतवान् गतवासरे रविवासरे. वः वः अस्ति खलु? अन्ते अहं कृतवान्. तर्हि भवतः भवतः करोतु रघुपति महोदय, वः करोतु, वः वः वः अस्ति अत्र अकार उपदेश अरुण अकार अनुनासिका अस्ति, अतः अकार अकारस्य वित्संज्ञा भूत्वा लोपः भवति, वह् एव अवशिष्यते. इदानीं एतत् वह अस्ति अनुदात्त, एतत् स्वरित अस्ति. ओके, एतत् स्वरित अस्ति, स्वरितनित् स्वरित नित् अस्ति, अतः उभयपदि भवति. सूत्रमपि वदतु स्वरितनित् स्वरितनित् उभय एकनिमिषं स्वरित एकनिमिषं स्वरितनित् एकनिमिषं स्वरितनित कर्तव्यप्रायक्रियाफले स्वरितनित कर्तव्यप्रायक्रियाफले इति सूत्रेण उभयपदि धातु अस्ति. एकनिमिषं महोदय, उभयपदि उभयपदि धातु अस्ति अपि अनन्तरं यत् वः एव अवशिष्यते. अत्र एकाच् अस्ति, यद् धातु एकाच् अस्ति, अनुदात्त अस्ति, अतः उभयपदी अस्ति खलु, उभयपदी अस्ति, रूपं वदतु. उपय ओके, उभयपदी एकम् उभयपदी, वः योग शप् योग ति, अत्र कोऽपि गुण न भवति, इक् प्रत्यर्थवर्णः नास्ति, अतः वहति अथवा वहते इति लटि. इदानीं त्रिच् त्रिच् पत्य इडानुकूल अस्ति त्रिच्, परन्तु वह अत्र अकार एकाच एकाच धातु अस्ति, अतः परन्तु अनुदात्त अस्ति, एकाच अनुदात्त एकनिमिषम् एकाच उपदेशे अनुदात्तात् एकाच एकनिमिषम् उपदेशे एकाच अनुदात्तात् धातोः अङ्गात् न इट् अतः इट् न भवति, इट् योग्ये न, अतः इडागम न भवति, इडागम न भवति, अतः वह् तृ वहतृ इति भवति, वहतृ वहता वह वहता भवतारो वहतारः इति भवति, वह योगः तृ इति भवति खलु, वह योगतृ वहतृ वहतृ युग इडागम नास्ति न भवति, किमर्थमिति चेत् वह् धातु इति योगे नास्ति, यतोहि परन्तु यद्यपि त्रिच् प्रत्यय इड इड् योग्य अस्ति परन्तु धातु नास्ति अतः इडागमना भवति अतः बहुत्र रूपमस्ति प्रातिपदिकं तस्य प्रथमा एकवचनम् अस्ति वहता वहतारौ वहतारः यथा कर्तृ चिन्तनं सम्यक् अस्ति वह योगः तृ अस्ति परन्तु तस्य वहतृ इति न भवति किमर्थं न भवति अधुना किम् अस्ति हकारः ककारः तस्य सन्धि करणीयं खलु कथं भवति वयं द्रष्टुं वयं पश्यामः तर्हि यस्य यस्य कृते अष्टाध्यायी सूत्रपाठः अस्ति कृपया उद्घाटयतु पुस्तकम् अस्माभिः प्रश्नः अस्ति यत् हकार तकारस्य हलसन्धि कथं भवति उद्घाटयति वा मम पार्श्वे इदानीं नास्ति महोदय अस्तु यस्य पार्श्वे अस्ति ते कृपया उद्घाटयन्तु अन्ये शृण्वन्तु सूत्रपाठे पेज् 132 तर्हि उद्घाटयन्ति चेत् सूत्रसङ्ख्या किं महोदय सूत्रसङ्ख्या अस्ति पेज् 132 अस्ति तत्र तत्र एकवारम् अष्टाध्यायेः अष्टम अध्यायस्य द्वितीयपादस्य एकत्रिंशत्तमः सूत्रः 8231 होडा ओके होडः इति सूत्रमस्ति सर्वे पश्यन्ति वा अकारम् तर्हि तत्र अत्र बहूनि हलसन्धेः सूत्राणि सन्ति एकं सूत्रमस्ति ओढः ओढः इति सूत्रं किं वदति ओढः सूत्रं अष्टाध्यायस्य द्वितीयपादः 8231 अष्टमाध्याये होडः इति सूत्रमस्ति तर्हि होडः इति सूत्रं किं वदति यत् प्रथमपदस्य अन्ते यदि हकारः अस्ति नो चेत् पदान्ते नास्ति चेत् अग्रे झल् प्रत्याहारस्य वर्णः अस्ति तर्हि हकारस्य ढकारः भवति तर्हि अधुना वः योगः तृ अस्ति अत्र हकारः पदान्ते तु नास्ति यतोहि वः पद नास्ति परन्तु हकारस्य अनन्तरं झल् प्रत्याहारस्य वर्णः अस्ति सकारः झल् प्रत्याहारे अस्ति खलु अतः तकारः झल् प्रत्याहारे अस्ति हकारः अस्ति अतः हकारस्य स्थाने हकारः इति भवति तर्हि वड् वः योगः त्रि भवति वड् योगः इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा हकारस्य ढकारः कथं भवति सर्वे अवगच्छन्ति वा महोदय अधुना झकारस्य का भवति का गतिः भवति तर्हि अग्रे गच्छतु चत्वारिंशत्तमः सूत्र अस्ति 48 अष्टमाध्याय द्वितीयपादस्य चत्वारिंशत्तमः सूत्र झषस्तथोर्ध्वोऽधः प्राप्नोति वा? एट् टु फार्टि झषस्तथोर्धो अधः सूत्रमस्ति. प्राप्तुं सर्वे प्राप्नुवन्ति खलु? तर्हि सूत्रं किं वदति? अधुना प्रथमस्ति झष्. झष् प्रत्याहार नाम झष् प्रत्याहार एके वर्णाः सन्ति. झष् प्रत्याहार वर्गाणां चतुर्थवर्णाः सन्ति झ भ घ ढ ध. तर्हि झष् प्रत्याहारस्य अनन्तरं यदि तकारः अथवा तकारः अस्ति झष्वस्तथो, झष् प्रत्याहारस्य अनन्तरं यदि तकारः खकारः अस्ति तर्हि तत् तकारः खकारस्य स्थाने धकारः भवति. झष् तथो धो ध. झष् इत्युक्ते झष्, तथो इत्युक्ते तकारः थकारः, तदनन्तरं धकारः. नाम झष् प्रत्याहारस्य वर्णान्तरं यदि तकारः अथवा थकारः अस्ति चेत् तत् तकारथकारस्य धकारः भवति इति वार्ता अस्ति. अतः अधुना वण् भवतृ अस्ति, भकारः झष् प्रत्याहारे आगच्छति, तदनन्तरं तकारः अस्ति, अतः तकारस्य स्थाने धकारः भवति. अतः धकारः भवति, क्षम्यतां, धकारः भवति. वड् योगः धृ भवति. वड् योगः धृ, तृ स्थाने धृ भवति. वड् योगः धृ अस्ति. तदनन्तरं किं भवति? तदनन्तरम् अग्रे आगच्छतु. पेज् 138 अष्टम अध्यायस्य चतुर्थपादस्य एकचत्वारिंशत्तमः सूत्रम् 8441 8441 सूत्रं किमस्ति? 8441 स्तुनाष्टुः प्रायः जनाः जानन्ति. सूत्रं किं वदति? स्तुनाष्टुः वदति यत् सकारः, यत् तकारः अथवा सकारः, तवर्गीय अथवा तवर्गीय अथवा सकारस्य तवर्गीय अथवा मूर्धन्यषकारेण सह यदि सन्धि भवति तर्हि तवर्गीयव्यञ्जनस्य स्थाने तवर्गीयव्यञ्जनं भवति, सकारस्य स्थाने षकारः भवति. तर्हि अधुना वड् योगः धृ अस्ति, ध तवर्गीयव्यञ्जनम् अस्ति, ध तवर्गीयव्यञ्जनम् अस्ति, अतः तस्य संयोजनं यदा भवति तर्हि धकारस्य स्थाने ढकारः आगच्छति. नाम तवर्गीयव्यञ्जनस्य स्थाने तस्य करेस्पाण्डिङ्ग् तवर्गीयव्यञ्जनः आगच्छति. तर्हि धकारस्य तवर्गीयव्यञ्जन करेस्पाण्डिङ्ग् किम् अस्ति? धकारः. तर्हि वड् योगः धृ धकारस्य स्थाने अपि धकारः आगच्छति. रूपं भवति वड् योगः ढृ. अधुना व अस्ति, ढकारः अस्ति, तदनन्तरं ढकार ऋकारः, वड् योगः ढृ इति भवति. अधुना कार्यं समाप्तं नास्ति. अधुना एकं सूत्रम् अन्ते आगच्छति. सूत्रमस्ति, एकवारम् अहं वदामि, पेज् 134 अष्टम अध्यायस्य तृतीयपादस्य त्रयोदशः सूत्रः 8413 8413 ढोढे लोपः, ढोढे लोपः इति सूत्रमस्ति. ढोढे लोपः इति सूत्रं किं वदति? यत् ढकारः अस्ति चेत् तस्य तत्पूर्वमपि ढकारः अस्ति चेत् प्रथमढकारस्य लोपः भवति. ढो ढे लोपः अत्र भवतु. यत् प्रथम ढो यत् अस्ति तत् षष्ठीविभक्तिः अस्ति, तदनन्तरं ढे यदस्ति तत् सप्तमीविभक्तिः अस्ति. तर्हि यदि ढकारस्य अनन्तरं ढकारः अस्ति तर्हि ढकारस्य न प्रथमढकारस्य लोपः भवति. अधुना वढयोगः ढृ अस्ति, ढकारः अस्ति, तदग्रे अपि ढकारः अस्ति, अतः प्रथमढकारस्य लोपः भवति. तर्हि वढयोगः ढृ प्रथमढकारस्य लोपः भवति, व ढृ इति भवति, व ढृ. तर्हि सन्धिकृत्य रूपं भवति वढृ. तर्हि रूपाणि भवन्ति वढा, वढारौ, वढारः इति वार्ता अस्ति. तर्हि हल्सन्धिमध्ये बहूनि कार्याणि भवन्ति. यदि हकारः अस्ति चेत्, तकारः अस्ति चेत्, सकारः अस्ति चेत् कथं कथं करणीयम् इति प्रश्नः अस्ति. तर्हि अधुना अस्माभिः दृष्टं यत् वः योगः तृ अस्ति. प्रथमं हकारस्य स्थाने ढकारः भवति, वड्योगः तृ. तदनन्तरं ढकारः अस्ति अतः तकारस्थाने ढकारः भवति, वड्योगः धृ. तदनन्तरं सुनाष्टुः इति सूत्रेण ढकारस्य पुनः ढकारः भवति, वड्योगः ढृ. तदनन्तरं ढोढे लोपः इति सूत्रेण प्रथमढकारस्य लोपः भवति, वढृ इति भवति, वढा, वढारौ, वढारः इति सूत्रम् इति रूपाणि भवन्ति. वार्ता अस्ति. अस्तु, प्रश्नः अस्ति वा तस्यापि कथं भवति हल्? तर्हि हल्सन्धि तत् कार्याणि यत् सन्ति तत् अग्रे वयं कुर्मः. हल्सन्धिसूत्राणि के सन्ति? पूर्ण चत्वारः पाठाः सन्ति अत्र एव अस्ति. चत्वारः पाठाः सन्ति, करपत्राणि सन्ति. तत्र हल्सन्धि कथं करणीयम् इति अस्ति, बहु अग्रे आगच्छति. परन्तु अधुना तु मया केवलं ट्रेलर् इति दत्तम् इति अस्ति. वड् अस्तु, प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छामः. अस्तु, मीना महोदय अस्ति, मीना सुन्दरे सन् अस्मि महोदय, अग्रे करोतु. विशु, कुत्र विशु? अभ्यासकार्यमस्ति खलु, धातवः सन्ति रुङ्, इष, वः, विशु. विशु प्राप्यते वा? अभ्यासः दृश्यति खलु, अभ्यासं पश्यति? अभ्यासम् अन्ते न अन्ते अन्ते इडव्यवस्थाया करपत्रस्य अन्ते. करपत्रस्य अन्ते एवं तस्य उपरि परिसमाप्तिः अस्ति, तस्य उपरि अभ्यासः अस्ति. करपत्रस्य अन्ते गच्छतु. आम्, ईश अस्ति, तत्र वः अस्ति. वः अस्ति, विशु आम्, विशु करोतु. करोतु. किं भवति रूपं वद, लौकिकरूपं किं, लट्लकारे किं? विशु अनुनासिकचिह्नमस्ति. एतत् स्वरिते प्रिण्ट् न क्लियर् नास्ति. केवलम् अनुनासिक अस्ति. केवलम् अनुनासिक अस्ति. उपदेशे अनुनासिक इत्येन विश् भवति, वि इति उदात्तः विश् भवति. विशु शकार अकारः उकारः लोपः विश् एव अवशिष्यते. आ, आ, धातु स्वरितः नास्ति नितः नास्ति तस्मात् उभयपदे अस्ति वा उभयपदी कथं धातु स्वरितः नास्ति नितः नास्ति तस्मात् उभयपदी प्रथमं वदतु यत् यत् अनुनासिक अकारः अस्ति अनुनासिक उकारः अस्ति उकारः अस्ति तत् तस्य तत् उदात्त अनुदात्त स्वरित किम् अस्ति अनुनासिक उदात्तः अनुदात्तः न स्वरितः न तस्मात् उदात्तः तर्हि किं भवति उदात्तः चेत् उभयपदी भवति उदात्तः चेत् उभयपदी कथं भवति अनुदात्त ङित्तः आत्मनेपदम् अनुदात्तः नास्ति स्वरितः नास्ति स्वरितः नितः कर्तृविप्राये उभयपदं स्वरितः नास्ति अपि नितः अस्ति नितः अपि नास्ति तस्मात् शेषात् कर्त्री परस्मैपदम् आम् तर्हि कथं परस्मैपदीरूपं भवति परस्मैपदीरूपं करोतु विश् शप् ति विशति नो वेषति वेषति कथं वेषति भवति गुणकार्यं भवति शप् सार्वधातुकप्रत्ययः सार्वधातु आर्धधातुकयोः गुणः भवति केन सूत्रेण सार्वधातुक आर्धधातुकयोः अत्र इति सूत्रेण गुणकार्यं भवति सूत्रं समीचीनं नास्ति इकारः अन्ते अस्ति वा लघु उपदा अस्ति लघु इकः अस्ति उपदा तर्हि सूत्रं किम् लघु उपदेशे उपदायां लघुपदस्य च मुकन्तलघुपदस्य गुणः अस्ति गुणः भवति तस्मात् वेषति वेषति उत्तम लट्लकारः तस्मात् इद् व्यवस्था अस्ति वा न वा इति वक्तव्यं विषु वेश् ददातु एका च उपदेशे अनुदात्तात् निषेधः सूत्रम् आर्धदातुकस्य इत् बलादेः इति सूत्रेण इत् भवति इति चिन्तयामि धातु सेट् अस्ति अनट् अस्ति सेट् कथं जानाति आर्द तृच् प्रत्ययम् आर्धदातुकस्य प्रत्ययः बलादिः अपि तत् अस्ति प्रत्ययः प्रत्ययस्य इडा प्रत्ययः सेट् अस्ति प्रत्ययस्य इडागमः भवति धातुः सेट् अस्ति अनेट् अस्ति विष् धातु सेट् अस्ति अनेट् अस्ति धातुः एकाचः धातुः वेश् एकाच धातुः धातु अनुदात्तत् नास्ति अनुदात नास्ति कथं अनुदातः अस्ति किम् ओ विषु इस् अनुदातः एका च एकनिमिष कथं जानाति अनुदात्तः अस्ति अधोभागे रेखः अस्ति किम् ऐ कान् सी ददातु अधोभागे रेखः अस्ति प्रथमवर्णस्य अधोभागे रेखः अस्ति तस्मात् अनुदातः एका च अनुदा एकनिमिष एकारस्य अधोभागे रेखा अस्ति रेखा अस्ति तस्मात् एका च उपदेशे अनुदात्तात् सूत्रेण इत् न भवति सो धातुः अनिक् भवति तस्मात् तृच् प्रत्ययं तृच् बलादे आर्धधातुकप्रत्ययं बलादेः इत् भवितुं शक्यं परन्तु धातुः अनिक् भवति इति कारणेन अनित् एव तर्हि विष् योगः तृ अस्ति खलु विष् योगः तृ अस्ति तृ वेष्टा गुणकार्यम् अत्रापि भवति लघु उपमादस्य समान सूत्रेण एव पुगन्तस्य लघु उपद गुणः एकः गुणः तस्मात् वेष् अत्र टकारः कथम् आगच्छति तकारः अस्ति खलु अत्र तकारः अस्ति खलु वेष्टा वेष्टा वेष्टा भवति ष्टोष्टुना सन्धि भवति तत्र भवति भवति वदतु कथं भवति तकारस्य टकारः भवति उत्तमं तर्हि वेष्टा वेष्टारौ वेष्टा वेष्टारौ वेष्टारः बहु उत्तमं बहु सम्यक् अस्ति सर्वं सम्यक् अस्ति केवलं सूत्राणि न सूत्राणि न स्मरति परन्तु कार्यं समीचीनमस्ति वेष्टारः उत्तमम् अस्तु तर्हि अग्रे गच्छामः विजि गोविन्दराजन् महोदय अस्ति खलु अग्रे करोतु तस्मिन् अकारः अनुनासिक अकारः अस्ति उपदेशे जननासिक इति सूत्रेण तस्य लोपः भवति मस्क् इति लौकिकधातुः अस्ति मस्क् योगः शप् मस्क् योगः पदव्यवस्था अनुनासिक इत् भवति अनुदात्तज्ञित् आत्मनेपदम् इति सूत्रेण आत्मनेपद्यं पदं भवति मस्क् योगः शप् योगः ते गुणकार्यं न भवति इत्यनेन मस्कते इति आत्मनेपदी मस्कते इति आत्मनेपदी रूपम् अस्ति इदागमविषये मस्क् योगः तृ धातु मस्क् अनुदातरेखा अस्ति एकाच् अस्ति इति एका च उपदेशे अनुधात्तात् इति सूत्रेण अनिट् भवति अनिट् अनिट् एका च उपदेशे अजन अनुदात्तात् इति सूत्रेण इत् इड इड अनुकूल नास्ति धातु न वा महोदय? अत्र एकवारं यत् मस्क् मध्ये यत् अकारः अस्ति उदात्त अनुदात्त किम् उदात्त अस्ति कथं जानाति? रेखा नास्ति कुत्रापि अकारस्य अकारस्य विषये रेखा नास्ति इत्यनेन एकाच् उदात्तः भवति उदात्तः सेट् सेट् भवति सेट् भवति अनुदात्त अस्ति चेत् अनिट् भवति शेषम् उदात्त स्वरित एका च सेत् चेत् सेत् भवति इत्युक्तौ इगामः इडागमः अनुकूलधातु अस्ति किं भवति तस्मात् तर्हि मस्क् योगः ई योगः तृ मस्कितृ मस्कितृ मस्कितृ मस्किता मस्कितारौ मस्कितारः इति रूपं रूपाणि सन्ति धन्यवादः महोदय मस्कितारौ मस्कितारः रूपं भवति थेङ्क् यू धन्यवादः महोदय उत्तमं बहु उत्तमं बहु उत्तमं भानु महोदय अग्रे करोतु प्रभा महोदय प्रयत्नं करोमि सहायतामपि अपेक्षते महोदय तत्र उपदेश अवस्था धातु अस्ति अन्तिमः वर्णः अनुनासिक अकारः अस्ति तत् इत् संज्ञा भवति उपदेशे अजनुनासिक इत् अतः तत् तस्य लोपः च इति लोपः भवति रभ इति अवशिष्यते रबयोग महोदय लट्लकाररूपं सूचनीयं किम् इदानीं प्रथमं प्रथमं वदतु रब् तत्र पदव्यवस्था का अनुदात्त तु दृश्यते तत्र अधो रेखा अस्ति अतः अत्र द्वयोः स्थानयोः अधुरेखा अस्ति भवतः कस्य रेखायाः विषये वदति किञ्चित् भ्रमः अस्ति महोदय वदतु महोदय पदव्यवस्था कृते कस्य वर्णस्य उदात्तम् अनुदात्तं स्वरितम् अस्माभिः द्रष्टव्यम् महोदय यदा पदव्यवस्था वयं यदा यदि वयं पदव्यवस्था कुर्मः तर्हि कस्य वर्णस्य उदात्तत्वम् अनुदात्तत्वं स्वरितत्वं द्रष्टव्यं यस्य वर्णस्य इत्संज्ञा अस्ति यस्य तर्हि अत्र कस्य वर्णस्य इत्संज्ञा अस्ति अकारः तर्हि अकारः कीदृशः अस्ति अत्र वदतु अनुनासिक अकारः अहं चिन्तयामि अधोरेख अकारः एव आं तर्हि तर्हि अनुदात्त इत् भवति अतः तत् आत्मनेपद भवितव्यम् आत्मनेपदे भवितव्यम् तर्हि वदतु, रूपं वदतु अधुना. रभ योग शप् योग ते शप् इति दृष्ट्वा आकारः एव अवशिष्यते इति संज्ञा भूत्वा तत् विकरणप्रत्ययस्य. अतः रभते. रभते, उत्तमम्. अधुना अग्रे इडव्यवस्था करोतु. इड्व्यवस्था एतत् सेट् वा अनिट् वा इति द्रष्टव्यं तत्र. कथं निर्मेतव्यं तत्? सेट् अथवा अनिट् अस्ति धातु, तस्य प्रथमनिमित्तं किम्? एका च अस्ति खलु, अत्र एका च अस्ति वा धातु? रभ. आं महोदय, र एक एव आकारः अस्ति तत्र. तर्हि एक एव आकारः अस्ति रभ. लौकिकधातुमध्ये एकैव आकारः अस्ति. एषः अकारः उदात्त अनुदात्तस्वरित कः अस्ति? अनुदात्त. तर्हि सेट् अस्ति रड् अस्ति? एकाच उपदेशे अनुदात्तात् इति सूत्रेण इड् निषेधः भवति तत्र. इड् निषेधः भवति. अतः अनिट् इति चिन्तयामि महोदय. तर्हि रूपं वदतु. तर्हि तृच् योजनीयं महोदय तत्र. तत्रैव मम संशयः अस्ति महोदय, किं करणीयम् इति एकवारं वदतु स्पष्टतया. रभ् योगः तृ खलु, रभ् योगः तृ, रभ् योग तृच्, रभ् रभ् तृ, रभ् तृ. तर्हि अधुना अत्रापि तत्रापि सन्धिकार्यं भवति. इदानीं सन्धिकार्यं कथं करणीयम् अस्माभिः अधुना एव अद्य एव दृष्टं कथम्. अस्तु, अधुना अस्माभिः अद्य अस्माभिः एकं सूत्रं दृष्टं खलु, झषस् तथोर्ध्वोध, स्मरति महोदय? भानु महोदय? न महोदय, न स्मरामि, क्षम्यताम्. अत्र महत्त्वपूर्णं नास्ति, यतोहि पाठे न अस्ति, परन्तु अहं वदामि. झषस् तथोर्ध्वो अध इति सूत्रम् अस्माभिः अद्य एव दृष्टं. तत् किं वदति? यदि झष् प्रत्याहारख्या किं? सूत्रसङ्ख्या 8240. झषस् एट् टु फार्टि अस्ति. झषस् तथोर्ध्वो अधः अस्ति. अत्र झष् प्रत्याहारस्य वर्णः अस्ति नाम, झष् प्रत्याहारस्य नाम वर्गीयचतुर्थवर्णं झ भ घ ध अस्ति चेत् तस्य अग्रे यदि तकारः थकारः अस्ति, तत् तकारथकारस्य स्थाने धकारः भवति. खलु? तर्हि रभ् योगः तृ तकारस्य स्थाने धकारः भवति. रभ् योगः ध्रु. तदनन्तरं जष्ट्वसन्धि भवति. झलां झष् झषि इति सूत्रेण झल् प्रत्याहारस्य वर्णः अस्ति पूर्वं नाम, अत्र भकारः अस्ति, भकारः झल् प्रत्याहारे अस्ति. तस्य अग्रे झष् प्रत्याहारस्य वर्णः अस्ति झष्. झष् नाम चतुर्थ तृतीयवर्ण, वर्गस्य चतुर्थ तृतीयवर्ण अस्ति चेत् अत्र धकारः चतुर्थवर्णः अस्ति. तर्हि तस्य स्थाने तस्य पूर्ववर्णस्य वर्णस्य स्थाने नाम झल् वर्णस्य स्थाने जश् आगच्छति. तृतीय जश् योगे प्रश्नः महोदय. आम्, प्रथमसूत्रेण जपस्ततोः वा जशस्ततोः रब् तकार तकार धकार भवति किम् आम् सो रब् धा रब् धा रब् धृ इति अस्ति रब् योगः धृ धृ रब् धृ अधुना जष्ट्वसन्धिकारणेन रब् धृ तर्हि रब् धृ एकनिमिष जष्ट्वसन्धि किं वदति झलां झष् झषि इति सूत्रेण झल् प्रत्याहारस्य वर्णः अस्ति तसग्रे चतुर्थ अथवा तृतीयवर्णः अस्ति वर्गस्य तर्हि तत् झल् प्रत्याहारस्य वर्गस्य स्थाने तृतीयवर्णः आगच्छति तर्हि अधुना भकारः झल् प्रत्याहारे अस्ति तस्य अग्रे तृतीयचतुर्थवर्णः अस्ति धकारः चतुर्थवर्णः अस्ति अतः तत् भकारस्य स्थाने वर्गीयतृतीयवर्णः आगच्छति अतः भकारस्य स्थाने बकारः प फ ब बकारः आगच्छति अतः रूपं भवति रब्ध्रु र र ब ध्रु रब्ध्रु तर्हि रब्धा रब्धारौ रब्धारः इति रब्दाधिकं जश्वसन्ति रब्दा तृतीय रब्धारब्धारौ रब्धार यदि अवगमनम् यदि अद्य अवगमनं न भवति हल् सन्धेः तर्हि चिन्ता मा करोतु अग्रे हल् सन्धेः पाठः आगच्छति तत्र दीर्घरीत्या सर्वं लिखितमस्ति अधुना न अवगच्छति चेत् सम्यगस्ति न अवगच्छति चेत् केवलं शृणोतु परन्तु चिन्ता मा करोतु रब्धा इति भवति अस्तु तर्हि अग्रे अस्ति सुमित्रा महोदय अस्ति खलु आं महोदय अस्मि परन्तु सप्ताह त्रयं न आगतवती अस्तु अहं चिन्तयामि यदा आसीत् निश्चितार्थः अभवत् अतः एव किं महोदय निश्चितार्थः अभवत् अतः एव आगन्तुं न शक्नोमि न शृणोमि किम् आसीत् निश्चितार्थः एङ्गेज्मेण्ट् अभवत् इदानीमेव अभिनन्दनानि धन्यवादः महोदय एङ्गेज्मेण्ट् कृते भवत्या कस्य शब्दस्य उपयोगं कृतं क्षम्यतां महोदय न अवगच्छति किम् एङ्गेज्मेण्ट् कृते भवत्या कस्य शब्दस्य प्रयोगः कृतः निश्चितार्थः इति अस्ति वा निश्चितार्थः निश्चितार्थः इति एव वदन्ति खलु ओ एकवारं अस्तु अस्तु उत्तमं महोदय उत्तमं धन्यवादः अग्रिमसप्ताहः वक्तुं शक्नोमि अस्तु भवत्या करपत्रं पठितं वा न महोदय समयः न आसीत् अस्तु अस्तु चिन्ता नास्ति अस्तु केवलं शृणोमि श्रुत्वा आगमिष्यामि अग्रिमरविवासरे पठितुम् आगच्छति चेत् वरं भवति ट्रावेल् मध्ये भविष्यामि इति चिन्तयामि चिन्ता नास्ति नास्ति अग्रिमरविवासरे प्रायः नूतनविषये एव आगच्छति अतः श्रुत्वा आगमिष्यामि परन्तु पठतु धन्यवादः तर्हि शृणोतु अत्र लीना महोदय अस्ति खलु लीना दोषी अस्मि हा तर्हि महोदय करोतु अग्रे चकं चकतृप्तौ चकतृप्तौ अत्र अनुनासिकस्ति अतः उपदेशजनुनासिके इति सूत्रेण इत् भवति अतः चक् इति आगच्छति उदात्तः धातुः धातु उदात्त इति मा वदतु क अन्तिमवर्णः उदात्तः अस्ति यत् इत् इत् इत् वर्णः अस्ति तत् किम् अस्ति इति वदतु इत् इत् वर्णः अस्ति तद् तद् उदात्तः अस्ति अतः परस्मैपदी धातु आत् सोरि परस्मैपदी ततः अतः अतः चक् आम् चक् शप् ति तस्य चक् अ ति भवति चकति इति तस्य रूपं तत्पश्चात् चक् प्लस् तृच् चक् प्लस् तृच् इति अत्र च एकाच् अस्ति अतः इडागमः भवितुम् अर्हति तथा च उदात्तः अपि अस्ति उदात्तः अपि अस्ति अतः इडागम भवति एव तृच् अपि इडागम इडागमनार्थ अनुकूलः प्रत्ययः अतः चक् चक् इट् प्लस् तृच् अतः चकिता चकितारौ चकितारः इति रूपं भवति उत्तमं चकिता चकितारौ चकितारः तर्हि बहु उत्तमं महोदय तर्हि सर्वदा किम् अस्माभिः द्रष्टव्यं पदव्यवस्था कृते द्रष्टव्यं यत् इत् पञ्चत्ववर्णः यत् अस्ति तत् उदात्त अनुदात्त स्वरित अस्ति इति द्रष्टव्यं तर्हि अधुना अत्र इत् संयुक्तवर्ण अस्ति ककारोत्तरवर्ती अनुनासिक अकारः तत् उदात्त अस्ति अतः परस्मैपदम् इडव्यवस्था कृते लौकिकधातुमध्ये निष्कासनन्तरम् इत् संज्ञकस्य निष्कासनन्तरम् इत् संज्ञकवर्णानां निष्कासनन्तरं यत् एकाच वर्णः तिष्ठति एकाच स्वरः तिष्ठति तत्र स्वरः कीदृशः अस्ति उदात्त अनुदात्त स्वरित अत्र चक् मध्ये चकारोत्तरवर्ति अकारः तिष्ठति तदकारः कीदृशः अस्ति तदकारः अस्ति उदात्त अतः सेट् धातु सेट् भवति रूपं भवति चकिता चकितार चकिता अस्तु धन्यवादः महोदय अमित् महोदय क्षीकरोतु आं महोदय क्षीक्षये इति धातुः अस्ति अत्र किमपि इत् संज्ञकवर्णः नास्ति तर्हि लौकिकधातुः अपि क्षी एव भवति अत्र इत्संज्ञकवर्ण एव नास्ति तर्हि परस्मैपदी धातुः भवति केन सूत्रेण शेषात् कर्तरी परस्मैपदी तर्हि क्षी योग शप् योग ति अत्र शप् इति तिंक्षित् सार्वधातुकम् इत्यनेन सार्वधातुकं भवति तर्हि सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तस्य इकारस्य गुणः भवति क्षी क्षे इति भवति क्षे योग अ योग ति अत्र एचोयवायवः इति इत्यनेन एकारस्य ऐ आदेशः भवति क्षय योग अयोग ति क्षयति इति लटीरूपम् अनन्तरम् इडविश व्यवस्थाविषये एकाच अस्ति इकारः अनुदात्तः अपि अस्ति तर्हि एकाच अनुदात्तात् इति सूत्रेण इडागमः निषिद्धः अनिट् धातुः अस्ति तर्हि तृच् योगे क्षी योग तृ क्षितृ क्षिता क्षितारौ क्षितारः इति भवति इति मन्ये एकवारं पुनः चिन्तयतु इडागमः न अस्ति तत्तु सत्यं परन्तु रूपं समीचीनं वा क्षम्यताम् आर्धधातुकप्रत्ययः अस्ति तर्हि सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्तस्य गुणकार्यं भवति क्षे क्षेयोग तृ क्षेतृ क्षेता क्षेतारः क्षेतारौ क्षेता क्षेतारौ क्षेतारः क्षेता क्षेतारौ क्षेतारः अस्तु तर्हि यः क्षयं करोति यः किमपि समापयति क्षय करोति सः क्षेता इति क्षेता क्षेतारौ क्षेतारः अस्तु रघुपतिमहोदय अग्रे राजृ हा महोदय राजृ अस्ति अत्र अकार अनुनासिका स्वरिता अस्ति तस्य लोपः भवति राज् राज् एव अवशिष्यते राजयोग शप् योग ति अत्र ओके एतत् स्वरितनित् अस्ति स्वरितनित् अस्ति अतः कर्तव्यप्रयक्रियाफले उभयपदि धातुः अस्ति राजते राजति राजते इति द्वे रूप भवति अधुना इति योग्य अस्ति वा इति अस्ति अत्र उभय राज उदात्त अस्ति अकार राज अकार एका च अस्ति उदात्त अस्ति अतः इट् योग्य धातुः अस्ति इदानीं राज राजयोग तृ राजतृ सारि इडागम भवति इडागम भवति राजयोग तृ राजितृ राजितृ राज राजयोग तृ अत्र राज ओके राजम भवति इडागं भवति न भवति कुत्र भवति इडागम एकनिमिष राजत्रि अत्र अकार अकाराजत्रि राजत्रि अकार अकारनन्तरं वा न सारि धातो प्रत्ययस्य आदौ भवति आद्यन्तौ टकितौ खलु आद्यन्तौ टकितौ अत्र इट् अस्ति इट् इट् टित् अस्ति टित् अस्ति अतः यस्य यस्य आगमः भवति तस्य आदौ भवति आदौ भवति अतः प्रत्ययस्य आदौ भवति इतृ आदौ भवति टकितौ अस्ति अतः राजितृ राजितृ भवति राजित् राजित् कोऽपि अहं न जानामि कोऽपि सन्धिः भवति वा राजित् जकार सारि इकार अस्ति अतः नास्ति ओके राजिता राजिता राजितारो राजितारः राजि राजितृ राजिता राजितारौ राजितार राजि उत्तमम् अग्रे मीना महोदय अस्ति मीना सुन्दरेशन् अस्मि महोदयः करो अग्रे घस्लृ कुत्र अस्ति घस्ल ऋकारः अनुनासिक उदात्तः अत्र ऋकारः न अत्र लृ लृ अस्ति लृ लृ अपि स्वरः अस्ति खलु स्वरः अनुनासिक अनुनासिकस्वरः अनुदातः नास्ति स्वर स्वरितः नास्ति तस्मात् उदात्तः तस्मात् परस्मैपदी प्रथमं तु वदतु लौकिकधातुकः अत्र लृकारः अस्ति लृ लृ लृकारः अस्ति स्वरः अनुनासिकस्वरः अस्ति तस्मात् इत् भवति तस्मात् लोपः घस् घस् घस् अवशिष्यते घस् घस् अवशिष्यते घस् अवशिष्यते ऋकारः अनुनासिक उदातः अनुदात नास्ति स्वरितः नास्ति तस्मात् परस्मैपदे शेषात् कर्तरी सूत्रेण परस्मैपदे गस् गस् अवशिष्यते गस् अनुदातः एकाचः रूपं वदतु परस्मैपदे गसति गसति गसति लट् लकारे लटि गस् अनुदातः एकाचः अपि तस्मात् अनिटो उपदेशे एकाच अनुदातात् न इत् न भवति धातुः अनिट् तत्र तस्मात् तृच् प्रत्ययः धातु अनिट् इति कारणेन तृच् प्रत्ययः आर्धदातुक इद् बलादेः इद् भवति चेदपि अनिट् अनिट् एव गस् तृ गस् गस् गस्ता गस्तारौ गस्तारः उत्तमं घस्ता घस्तारौ घस्तार अस्तु तर्हि द्वे द्वौ धातौ धातु एव तिष्ठन्ति तिष्ठतः तर्हि अत्र किमपि हलन्त हलन् सन्धि नास्ति वा सकारपकार केवल वर्णमेलनं भवति हस्ताधस्तारौ हस्तारौ अस्तु तर्हि रूप समयः समाप्तः प्रायः अग्रिमरविवासरे करपत्रमपि समापयिष्यामः केवलं द्वौ धातु एव अवशिष्यतः शुठीकै अग्रिमरविवासरे कुर्मः तदनन्तरम् अग्रिमरविवासरे नूतनविषयस्य नूतनविषयः वयं कुर्मः लकारविधिः इति विषयस्य आरम्भः भवति अग्रिमरविवासरे तर्हि महोदय यदि संशयः अस्ति भवान् ईमेल् द्वारे उत वाट्सप् द्वारे अस्ति किम् ईमेल् करोतु ईमेल् अस्ति मम खलु ओके मम ईमेल् अस्ति yschatty@gmail.com तस्मिन् तत्प्रति प्रश्नः ईमेल् ऐडि किम् ऐडि किं तत्र ईमेल् ऐडि यत् ईमेल् मध्ये आगच्छति खलु मम यदा अहम् ईमेल् पृच्छामि क्लास् अनौन्स्मेण्ट् पृच्छामि तत्र आगच्छति तत्र रिप्लै करोतु अस्तु तर्हि अधुना विरमामः प्रश्नाः सन्ति चेत् पृच्छतु कोऽपि अस्ति ईमेल् करोतु करपत्रं पठतु ध्वनिमुद्रणमपि शृणोतु प्रश्नः अस्ति चेत् पृच्छतु अस्तु धन्यवादः महोदय धन्यवादः महोदय सर्वे धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः नमस्कारः